सर्वेभ्यः नमस्कारः। अस्माकं षष्टं भाषितसंस्कृतं वर्गं प्रति स्वागतम्। आदौ यथा प्रकारः मङ्गलाचरणम्। अत्र अहम् आरोहणं करिष्यामि। यशस्विनी भगिनी, एकनिमिषः। इदानीम् अन्म्यूट् करोतु, आगच्छतु। वागीशाद्यासु मनसः, वागीशाद्यासु मनसः सर्वार्थानामुपक्रमे, सर्वार्थानामुपक्रमे एकनिमिषः। कृपया सर्वे म्यूट् मध्ये तिष्ठन्तु, कृपया सर्वे म्यूट् मध्ये तिष्ठन्तु। अन्यथा रेकार्डिङ्ग् मध्ये किञ्चित् क्लेशाः भविष्यन्ति। अस्तु, क्षम्यतां भगिनि, पुनरेकवारं वदतु। अहं वदिष्यामि, भवती अनुसरतु। ओके ओके। वागीशाद्यासु मनसः, वागीशाद्यासु मनसः सर्वार्थानामुपक्रमे, सर्वार्थानामुपक्रमे यं नत्वा कृतकृत्या स्युः, यदा कृ वदामः तदा जिह्वा मध्ये तिष्ठति। टङ्ग् शुड् बि समवे इन् बिट्वीन् युर् माौत्, इट् शुड् नाट् कम् इन् द फ्रण्ट्। सो कृतकृत्या स्युः तं नमामि गजाननम्, तं नमामि गजाननम् वागीशाद्यासु मनसः सर्वार्थानामुपक्रमे यं नत्वा कृतकृत्या स्युः तं नमामि गजाननम्। वदतु भगिनी, वदतु भगिनी। Have to tell the whole thing? Yes. वागीशाद्यासु मनसः सर्वार्थानामुपक्रमे यं नत्वा कृतकृत्यां स्युः तं नमामि गजाननम्। There is no more over there, okay? ॐ शान्ति शान्ति शान्तिः। धन्यवादः भगिनि। इदानीम् एकं वक्तव्यं मया, गतवर्गे अहं किञ्चित् प्रमादेन दोषः कृतः मया। तत्र अहं नपुंसक लिङ्गः इति उक्तवती, तत् नपुंसक क अस्ति, तत्र हलन्तं नास्ति। क्षम्यतां, मया किं दोषः कृतः, अपि च तत्र हिन्दीभाषायाः प्रभावः अस्ति इति अहं मन्ये। ऐ थिङ्क् इट् मैट् बि द इन्फ्लुयेन्स् आफ् द हिन्दी लेङ्ग्वेज् एण्ड् ऐ सेड् नपुंसक लिङ्गम् ओवर् देर्, इट् शुड् बि नपुंसक। अस्तु, भवन्तः क्षमा किं दास्यन्ते इति अहं मन्ये। अस्तु, तर्हि अत्र एतावत्पर्यन्तं कृताः अभ्यासाः अप् टु नौ ऐम् जस्ट् एन् ओवर्व्यू आफ् वाट् वी हेव् डन् वि डिड् द वर्णमाला वि डिड् द संयुक्ताक्षराणि वि डिड् सम् वर्ड्स् लैक् कङ्ग्राचुलेशन्स् एट्सेट्रा सम् प्रोफेशन्स् लट्लकारः वर्तमानकालः कः इति दृष्टवन्तः अपि च कानिचन सर्वनामपदानि दृष्टवन्तः एकां कथां पठितवन्तः इदानीम् अग्रे गच्छामः अस्तु सर्वे म्यूट् मध्ये तिष्ठन्तु कृपया कृपया म्यूट् मध्ये तिष्ठन्तु यतोहि ऐ केनाट् म्यूट् एव्रिबडि सो ऐ वुड् रिक्वेस्ट् दट् एव्रिबडि स्टेज् इन् द म्यूट् म्यूट् स्टेटस् प्लीज् अस्तु अहं मध्यतः अहम् आरम्भं करिष्यामि तत्र कुसुम् भगिनी अस्ति किम् कुसुम् भगिनी अन्म्यूट् करोतु अत्र लटलकाररूपाणि जानाति किं भवति वन् मिनिट् मेडम् अस्तु तर्हि तर्हि जानामि तर्हि अटति अटति इत्यस्य क्रियापदस्य रूपाणि वदतु ओके अटति अटतः अटन्ति अटसि अटतः अटत अटामि अटामः अस्तु तत्र मध्यमपुरुषः अस्ति किल अटसि अटथः तत्र महाप्राणः ठः अपि च अटर्थ उत्तमं इदानीम् अहं किं वदिष्यामि क्रियापदानां वचनं पुरुषः वदतु स्मरामः तत्र वचनं किम् अपि च पुरुषः कः इति वदनीयं वचनं किं स्मरामः वचनं किं वाट् इस् द नम्बर् द्विवचन नैव स्मरामः स्मरामि स्मरावः स्मरामः तर्हि बहुवचने अस्ति बहुवचन बहुवचन बहुवचनं ओके सो द नम्बर् इस् प्लोरल् अपि च पुरुषः वाट् इस् द पर्सन् पुरुषः उत्तमपुरुषः उत्तमपुरुषः ओके उत्तमपुरुषः इदानीं गायथः तस्य वचनम् अपि च पुरुषः गायथः गायथः गायथः द्विवचन द्विवचन भगिनि आम् आम् आम् अपि च पुरुषः पुरुषः उत्तमपुरुषः नैव मध्यमपुरुषः पश्यतु अत्र मध्यमपुरुषः अस्तु इदानीं पश्यावः तस्य पश्यावः पश्यावः द्विवचन मध्यमपुरुषः मध्यमपुरुषः उत्तमं नृत्यति नृत्यसि एकवचन वाट् इस् द फस्ट् वन् मेडम् वाट् यु से फस्ट् वन् इस् प्रथम प्रथम या प्रथमपुरुष किमर्थं किमर्थं पश्यतु प्रथम पुरुषः एकवचन एकवचनं मध्यमपुरुषः भगिनि पश्यतु अत्र पठति किल नमस्ति पठसि तत्र पश्यतु पठसि मध्यमपुरुषः यस् यस् यस् यस् अत्र पश्यतु अत्र पश्यतु पठसि अस्तु अवगतं किल धावन्ति वदतु धावन्ति धावन्ति अत्र धावन्ति या धावन्ति धावन्ति इस् प्रथमपुरुष बहुवचन बहुवचन उत्तमं लिखतः लिखतः मध्यमपुरुष द्विवचन किमर्थं मध्यमपुरुषः लिखति लिखतः लिखन्ति प्रथमपुरुष द्विवचनपुरुष अस्तु भगिनी धन्यवादः भगिनी धन्यवादः चाट् मध्ये किमपि अस्ति किं तत्र नमस्ते नमस्ते प्रिया भगिनी नमस्ते अस्तु इदानीं फरहाद् महोदय आगच्छतु फरहाद् महोदय नमस्ते भगिनी नमस्ते जिघ्रथ वदतु वचन अपि च पुरुषः जिघ्रथ मध्यमपुरुष बहुवचनं उत्तमं नयामः नयामः उत्तमपुरुष बहुवचनं क्रीडामि उत्तमपुरुष उत्तमपुरुष एकवचनं पतथ पतथ मध्यमपुरुष बहुवचनम् उत्तमम् उत्तमं महोदय धन्यवादः धन्यवादः धन्यवादः अस्तु आदित्यमहोदय आगच्छतु आदित्यमहोदय अन्म्यूट् कृत्वा नमस्कारः तत्र अटति क्षम्यताम् अटति वचनम् अपि च पुरुष एकवचनं प्रथमपुरुषः उत्तमं ध्यायसि ध्यायसि एकवचनं मध्यमपुरुषः उत्तमं वसतः विच् वन् वसतः वसतः क्षम्यतां 25th वन् वसतः द्विवचनं मध्यमपुरुषः उत्तमं गायन्ति बहुवचनं प्रथमपुरुषः धन्यवादः महोदय अपि च इदानीं धन्यवादः अभिषेक् धन्यवादः अभिषेक् महोदय आगच्छतु अस्तु पृच्छति बहुवचन बहुवचनं पृच्छति 22nd वन् पृच्छति मध्यमपुरुषः एकवचनं मध्यमपुरुषः एकवचनम् उत्तमं निन्दथ निन्दथ मध्यमपुरुषः बहुवचनं उत्तमं स्मरामः उत्तमपुरुषः बहुवचनम् उत्तमं पठामि उत्तमपुरुषः एकवचनम् उत्तमपुरुषः अस्तु महोदय धन्यवादः मीनू भगिनी आगच्छतु आं भगिनि अस्तु तत्र पठतः पठतः प्रथमपुरुषः द्विवचन उत्तमं पतथ मध्यमपुरुषः बहुवचनं मध्यमपुरुषः बहुवचनम् उत्तमं निन्दथ मध्यमपुरुषः बहुवचनं मध्यमपुरुषः बहुवचनम् उत्तमं जिग्रथ बहुवचन मध्यम पुरुष गायन्ति प्रथमपुरुषः बहुवचन धन्यवादः उत्तमम् अस्तु प्रिया भगिनी आगच्छतु नमस्ते भगिनी नमस्ते क्रीडामि एकवचनं उत्तमपुरुषः उत्तमं पश्यावः द्विवचनं उत्तमपुरुषः उत्तमम् अटति अटति एकवचनं प्रथमपुरुषः उत्तमं धन्यवादः भगिनि धन्यवादः भगिनि राजु महोदय राजु महोदय नमस्कारः भगिनि नमस्कारः गायथः द्विवचनं प्रथमपुरुषः प्रथमः नैव गायथः अस्ति किल 21st वन् द्विवचनं मध्यमपुरुषः वसथः आल्सो द्विवचनं मध्यमपुरुषः पतथ बहुवचनं मध्यमपुरुषः उत्तमं ध्यायसि एकवचनं मध्यमपुरुषः उत्तमं नयामः बहुवचनं उत्तमपुरुषः उत्तमं पिबामः बहुवचनं उत्तमपुरुषः उत्तमं धन्यवादः महोदय धन्यवादः रूपा भगिनी यस् स्मरामः एकवचनं स्मरामः पश्यतु स्मरामः एकवचनं मध्यमपुरुषः स्मरामः पश्यतु अत्र न दृश्यते स्मरामः बहुवचनम् अत्र अस्ति पठामः अस्ति उत्तमपुरुषः बहुवचनम् अस्ति चिन्ता मास्तु अग्रे इदानीं धावन्ति अत्र अस्ति बहुवचनं प्रथमपुरुषः उत्तमं निन्दथ एकवचनं पश्यतु पठथ ओके बहुवचनं मध्यमपुरुषः इदानीं वदामि ओके बहुवचनं अत्र पश्यतु, अत्र अस्ति ओके, पठामि अस्ति, तावदेव वदामि, तर्हि वदतु इदानीं पठामि एकवचनं पठामि एकवचनं उत्तमपुरुषः उत्तमं लिखतः एकं कार्यं करोतु माम् अनुसरोतु पठति पठतः पठन्ति वदतु पठति पठतः पठन्ति वदतु टेल् आफ्टर् मी रिपीट् आफ्टर् मी पठति पठतः पठन्ति जस्ट् रिपीट् आफ्टर् मी ऐ एम् नाट् एबल् टु हियर् यु भगिनि इस् देयर् सम् नेट्वर्क् इश्यू ऐ थिङ्क् श्रूयते किं मम ध्वनिः So you asking me to repeat? Right? Yes. Pathati, pathataha, pathanti. Pathati, pathataha, pathanti. Pathasi, pathataha, pathata. Pathasi, pathataha, pathata. Pathami, pathavaha, pathamaha. Pathami, pathavaha, pathamaha. Okay, this is very very important. In fact, the more we memorize, the more beautiful the language is and the more flexible it becomes and the more you can use it. So all, it's all a memory game. Okay, so idanim avagatam kila astu idanim prichhasi bhagini, you can even open the page where you have it with you, no problem, as long as we understand now for the time being and then slowly you will memorize it also. Prichhasi vadatu. Oh, okay. Prichhasi chintamastu idanim vadatu prichhasi. Okay, ekavachanam madhyama purusha. नयामः ओके नयामः इट् इस् बहुवचनम् उत्तमपुरुषः क्रीडामि उत्तमपुरुषः एकवचनं खादथ मध्यमपुरुषः द्विवचनं खादथ तत्र खादथ अस्ति न तु खादथः इट् इस् अ बिट् कन्फ्यूसिङ्ग् बट् ओके मध्यमपुरुषः बहुवचनम् अस्तु गायथः मध्यमपुरुषः द्विवचनम् उत्तमम् इदानीम् अवगतं किल सो इफ् यु कीप् रिपीटिङ्ग् इट् इट् कम्स् अस्तु धन्यवादः भगिनी विजयमहोदय आगच्छतु रूपा भगिनी विजयमहोदय नमस्ते नमस्ते महोदय इदानीं स्मरामः बहुवचनं मध्यमपुरुषः स्मरामः ओके बहुवचनम् उत्तमपुरुषः तिष्ठन्ति बहुवचनं प्रथमपुरुषः खादथ बहुवचनं मध्यमपुरुषः अटति एकवचनं प्रथमपुरुषः नृत्यति मध्यमपुरुषः एकवचनं धन्यवादः महोदय विशालाक्षी भगिनी yes. अन्म्यूट् करोतु. अन्म्यूट् किया अन्म्यूटेड् नो प्राब्लम् ऐ केन् हियर् यु. अस्तु भगिनी, भवती गतवर्गे नासीत्, तर्हि यु आर् नाट् देर् लास्ट् टैम् ऐ थिङ्क् सो हेव् यु अण्डर्स्टुड् द हेव् यु अण्डर्स्टुड् द टेबल् ओके एकवचनं मध्यमपुरुषः किमर्थं पठथ बहुवचनं मध्यमपुरुषः सो निन्दथ बहुवचनं ओके बहुवचनं मध्यमपुरुषः ओके let the table be there okay nayamah you can't see it but I'll point it out nayamah nayamah naya yeah nayamah bahuvachanam uttama purusha purushah smarami ekavachanam उत्तमपुरुष पुरुषः पिबामः पिबामः बहुवचनम् उत्तमपुरुष पुरुषः नयामः बहुवचन उत्तमपुरुषः तिष्ठन्ति बहुवचनं प्रथमपुरुषः पठथ बहुवचनं मध्यमपुरुषः ऐ सेड् पठथ ओके पठथ अस्तु पठति अटति पठति अटति एकवचनं प्रथमपुरुषः गायन्ति बहुवचनं प्रथमपुरुषः तिष्ठन्ति प्रथमपुरुषः बहुवचनं धावन्ति सेम् बहुवचनं प्रथमपुरुषः उत्तमं धन्यवादः भगिनि धन्यवादः नीता भगिनी आगच्छतु यस् मेम् नमस्ते भगिनि अस्तु नयामः द्वे वचन मध्यम अत्र अस्ति अहं किञ्चित् दर्शयित्वा अनन्तरं किम् अदृष्ट्वा कुर्मः अस्तु नयामः अत्र अस्ति पठामः अत्र अस्ति नयामः वदतु इदानीं यस् मैम् नौ टेल् मी बिकास् नयामः इस् नाट् द्विवचनं सी हियर् इट् इस् एक्साक्ट्लि लैक् पठामः द एण्डिङ्ग् इस् द सेम् नो सो नौ यु टेल् मी ऐ हेव् पुट् द लेज़र् पायिण्ट् ओवर् हियर् नयामः Nayamaha is I have put the laser point over here, see. Okay, I can't see, ma'am. You cannot see it, okay. Okay. Now can you see it? No, ma'am. I can just see the word. Yeah, over here it is, see. Bagini. I have highlighted this. I have highlighted it over here, see. Pathama I have done. I have highlighted Pathama. Okay. Yes, so yes. Bahuvachana. बहुवचनम् अपि च पुरुषः पर्सन् पर्सन् इस् उत्तमपुरुषः उत्तमपुरुषः उत्तमं पश्यावः पश्यावः पश्यावः द्विवचन उत्तमपुरुषः अस्तु तिष्ठन्ति तिष्ठन्ति द 11th वन् तिष्ठन्ति तिष्ठन्ति इस् प्रथमपुरुषः एकवचनम् तिष्ठन्ति लैक् पठन्ति ओके ओके सोरि सोरि मेम् या या या बहुवचनम् या बहुवचन प्रथमपुरुषः Yeah, the problem is in English it is exactly the Prathama Purusha and Uttama Purusha are different, right? So, first person yes. and third person. Yes. Yeah, so there is Kleshaha Asti Eva, Parantu Chinta Mastu, Abhyasena, Gayanti. Gayanti is Bahuvachanam, Prathama Purusha. Kridanti. Bahuvachanam, Prathama Purusha. लिखन्ति बहुवचनं प्रथमपुरुषः प्रथमपुरुषः नृत्यति नृत्यसि नृत्यसि विल् बि ऐ थिङ्क् एकवचनं प्रथमपुरुषः एकवचनं प्रथमपुरुषः मध्यमपुरुषः अटति अटति एकवचनं प्रथमपुरुषः नयामः नयामः नयामः बहुवचनम् उत्तमपुरुषः उत्तमपुरुषः लिखतः लिखतः लिखतः इति द्विवचनं प्रथमपुरुषः वसतः वसतः द्विवचनं मध्यमपुरुषः मध्यमपुरुषः धन्यवादः भगिनी धन्यवादः धन्यवादः सीमा भगिनी सीमा भगिनी आगच्छतु नमस्ते भगिनी नमस्ते भगिनी इदानीं अस्तु स्मरामि स्मरामि इस् उत्तमपुरुषः एकवचनं क्षम्यतां नयन्ति नयन्ति इस् प्रथमपुरुषः बहुवचनं पश्यावः पश्यावः इस् उत्तमपुरुषः द्विवचनं नृत्यसि मध्यमपुरुषः एकवचनम् उत्तमं भगिनि धन्यवादः यशस्विनी भगिनी यशस्विनी भगिनी आगच्छतु खादथ खादथ इस् मध्यम पुरुष बहुवचनं उत्तमं मध्यम पुरुषः इति वदनीयं गायन्ति गायन्ति इस् एकवचनं बहुवचनं बहुवचनं एण्ड् पुरुषः सोरि सोरि सोरि सोरि सोरि प्रथमपुरुष बहुवचनं निन्दथ बहुवचन मध्यम पुरुष मध्यपुरुष मध्यम पुरुष जिग्रथ जिग्रथ बहुवचन मध्यम पुरुष मध्यम पुरुष लिखतः द्विवचन मध्यपुरुष मध्यम पुरुष पुरुष पुरुष लिखतः 23rd वन लिखतः 23rd वन लिखतः दट् इस् द्विवचनं प्रथमपुरुष उत्तमं वदामि मीन्स् एकवचनम् उत्तमपुरुषः स्मरामि एकवचनम् एकवचनम् उत्तमपुरुषः उत्तमं धन्यवादः नौ what is the beauty of the language is that when I say pathami everybody who knows that it is aham pathami dhanyavadah bhagini yashasvini bhagini dhanyavad and when you say pathamah everybody knows it is we all but when we are in the beginning stage or when we are learning we need to identify the pronouns along with the verbs so we will go through that exercise now so what you have to do now till now you told the vachanam and you told the person now you have to actually identify the pronoun which means if I say pathami you have to say aham pathami if I say jigratha you have to say you all smell okay it is a little bit more challenging than the one that we did now but we will get there astu tari idani punar ekvaram avarohanam kurmah abhishek mahoday agachatu sambhagre idani स्मरामि तत्र सर्वनाम पदं वदनीयम् अहं स्मरामि स्मरामः वयं स्मरामः निन्दथ यूयं निन्दथ नृत्यसि त्वं नृत्यसि गायन्ति you can use any gender gayanti uttamam mahoday dhanyavada aditya mahoday ekam nimisham namaskarah mahoday nayamah vayam nayamah पठतः क्षम्यता पठतः तौ पठतः अपि च ते अस्तु उत्तमं पठतः यूयं पठतः ध्यायसि त्वं ध्यायसि वसतः युवां वसतः पश्यावः आवां पश्यावः उत्तमं धन्यवादः महोदय फरहाद महोदय नमस्ते गायत्थः युवां गायतः उत्तमं नयामः वयं नयामः गायन्ति ते गायन्ति अथवा ताः तानि गायन्ति धन्यवादः वदामि अहं वदामि अनेके धन्यवादाः महोदय. धन्यवादः. मीनू भगिनी आगच्छतु. आं भगिनि. इदानीं क्रीडामि. अहं क्रीडामि. जिग्रथ. यूयं जिग्रथ. गायत्थः. युवां गायत्थः. पश्यावः. आवां पश्यावः. पठति. सा अटति. अथवा सः अटति. अथवा तत् अटति. उत्तमं भगिनी. धन्यवादः. धन्यवादः. कुसुम भगिनी आगच्छतु. हां भगिनी. नयन्ति. ते नयन्ति. अथवा अतौ. नैव नयन्ति. सो सः तौ ते सा ते ताः ताः ताः तत् ते तानि. अस्तु. स्मरामः. क्षम्यतां. स्मरामः. वयं स्मरामः. उत्तमं. वदामि. अहं वदामि. पश्यावः. आवां पश्यावः. अटति. सा अटति. सः अटति. अथवा No, I'm not getting it. Okay, no problem. Over here. Atati. So it can be Saha Atati, Sa Atati or Tat Atati. Saha is Pumlinge, Sa is Sri Linge, Tat is Napum Saka Linge. Astu? So Tat means that, is it? Tat means that. It is in the neutral gender. Oh, okay. So what is Saha Tau? Madam? Jigrata. No, smelling. You all smell. Okay, thank you. Okay, no, 1 minute. okay. I still want to ask you. Pritchasi. Tvam Pritchasi. Nrityasi. Tvam Nrityasi. Likhattaha. Likhattaha. लिखतः. तौ लिखतः. अथवा ते लिखतः. अथवा नो ऐडिया मेडम्. ते तत् ते तानि. सा ते ताः. सो इट् केन् बी इन् एनी जेण्डर्. द वर्ब् डज़न्ट् चेञ्ज् बट् द प्रोनौन् चेञ्जेस्. Yes. The verb never changes with the gender in lat lakaraha. There is one instance where, not in lakaraha, but there is one grammar portion where even the verb changes, but you don't have to get confused with that. Okay, so for all practical purposes, the verb does not change with the gender, but the pronoun changes. Okay. Excepting for I and you, where there is no gender differentiation. Okay. So you is you, whether it is a male or a female, and if it is a male and a female, then you become male. Astu. Okay. Avagatam kila. Astu. One more. Nindatha. Nindatha is yuvam nindatha. Uttama bhagini. Dhanyavada. Dhanyavada. Meenu bhagini agachatu. तिष्ठन्ति. वदतु. भगिनी मीनू भगिनी न श्रूयते भगिनी यु हेव टु टेल् मी द प्रोनौन् द प्रोनौन् देट् इस् यूस्ड् वित् दीस् वर्ड्स् ओके मीनू भगिनी नास्ति किम् हरि ओम् मीनू भगिनी क्षम्यते अस्तु नास्ति इति मन्ये प्रिया भगिनी आगच्छतु आं भगिनि आं भगिनि नयामः बहुवचनम् उत्तमपुरुषः इदानीं यु हेव् टु टेल् द प्रोनौन् सर्वनाम शब्दः वदनीयम् अस्तु वयं नयामः निन्दथ यूयां निन्दथ यूयं पश्यामः आवां पश्यावः पतथ युवां पतथ पतथ न तु पतथः पतथ तर्हि ओ अस्तु यूयं यूयं पतथ क्रीडामि अहं क्रीडामि पठतः तौ पठतः अथवा ते पठत ताः पठतः अस्तु भगिनि अपि तत्र तत्र हा तत्र तौ ते एव धन्यवादः अस्तु अत्र का अस्ति नमस्ते भगिनि अन्ये म्यूट् मध्ये तिष्ठन्तु कृपया स्मरामः वयं स्मरामः लिखत उत्तम लिखतः ते लिखतः अथवा तौ लिखतः ते लिखतः उत्तम गायन्ति ते गायन्ति ताः गायन्ति तानि गायन्ति उत्तमं नृत्यसि त्वं नृत्यसि पश्यावः आवां पश्यावः उत्तमं धन्यवादः महोदय धन्यवादः इदानीं विशालाक्षी भगिनी आगच्छतु यस् ओके भगिनी ऐ डू यू वाण्ट् द टेबल् भगिनी Do you need help with that? Yeah, it is better. With yeah, help. Because last class I was not there. So. Okay. No problem. But the only thing is, okay, here. Now, can you see the entire table? This table, which is going to help you? Yeah, most of it I can see. Most of it. Yeah. Okay. Dhavanti. Dhavanti. Te, ta, tani. You should tell like this. Te dhavanti, taha dhavanti, tani dhavanti. Da dhav. Taha. Achha. Te dhavanti, taha dhavanti, tani dhavanti. Taha dhavanti, tani dhavanti. Okay. Pashyavaha. Yes. पश्यावः वन् सेकेण्ड् ऐ टेल् यू आवां पश्यावः निन्दथ या करेक्ट् निन्दथ युवां निन्दथ यूयं निन्दथ यूयं निन्दथ अटति सः अटति सा अटति तत् अटति अटति what does it mean atati means to roam, that I will tell you, but what does saha atati means, what does it mean? Saha atati he roams okay, yeah, that he far away, correct. Saha means she roams. Ha, that, yeah, ha, and okay, tat. Tat means it. Okay, yeah, it, good, yeah. Shrutam dhyayasi. Dhyayasi, yeah. Tvam dhyayasi astu vasathah युवां वसतः क्रीडामि इस् अहं क्रीडामि पिबामः वयं पिबामः अस्तु धन्यवादः महोदय महोदये धन्यवादः सीमा भगिनी आगच्छतु हा भगिनी स्मरामि अहं स्मरामि पठतः तौ पठतः ते पठतः ते पठतः उत्तमम् पश्यावः आवां पश्यावः पृच्छसि त्वं पृच्छसि पृच्छसि दट्स् टु आस्क् धावन्ति ते धावन्ति तः धावन्ति तानि धावन्ति उत्तमं धन्यवादः भगिनि अस्तु अत्र यशस्विनी भगिनी आगच्छतु Someone has put something in the chat, one minute, let me check. Yes, महोदय I'll just complete, आदित्य महोदय I'll just complete this exercise, then you definitely can ask. भगिनी पतथ पठत यूयं पठत ओके अटति अटति सः अटति सा अटति तत् अटति तत् पश्यावः पश्याव आवां पश्यावः वदामि अहं वदामि तिष्ठन्ति ते तिष्ठन्ति सः तिष्ठन्ति तानि तिष्ठन्ति वाट् इस् द मीनिङ्ग् आफ् तानि तिष्ठन्ति तानि इस् इट् बहुवचनं बहुवचनं सो Tani is what gender? Tat te tani. Tani is neutral gender. न्यूट्रल् जेण्डर् न्यूट्रल् जेण्डर् न्यूट्रल् जेण्डर् न्यूट्रल् जेण्डर् ओके वन् लास्ट् वन् पतथ पतथः पतथः इस् तः नास्ति भगिनि सिक्स्थ् वन् पतथ नैन्टीन्थ् वन् no no sixth sixth patatha, one sixth patatha yeah padaya yeah, I got that yum patatha patatha uttamam bhagini dhanyavadah neeta bhagini agachatu neeta bhagini tavat nasti kila nasit neeta bhagini asti kila neeta bhagini agachatu bhagini yes ma'am na kritavati kila you have not done that right bhagini do you need the help of the table yeah okay yes ma'am okay okay no need to be sorry I have to be sorry this is the idea of doing this individually with everybody because I know that as adults sometimes we don't have the time to sit and learn the tables this will be learning astu smaramaha okay one minute Hello. You cannot see the entire table. Yes bhagini can you see the entire table now Now, can you see the entire table? Yes, ma'am. Yes, ma'am. Okay. Yes, ma'am. Smaramaha. Hello? I can't yes, get you, ma'am. Can you hear me? Smaramaha. Yes. Smaramaha, Bhagini. Smaramaha. Smaramaha. Tau smaramaha, te smaramaha, and te smaramaha. No, Bhagini. Over here, see, I have highlighted it over here. Over here, I have highlighted it. Smaramaha is vayam smaramaha. See, over here, uttama purusha asti, ki na? Okay, yes, ma'am. Yeah. Vayam smaramaha. Okay. Nayamaha. नयामः इस् अगेन् वयं स्मर नयामः पिबामः वयं विभामः पिबामः पश्यावः अत्र अस्ति पश्यावः आवाम् What was the verb, ma'am? I can't... Your voice is not clear. Yeah, actually heavy rains. Yeah, we have heavy rains in Mumbai. A little bit of network issue. No problem. Now, can you hear me? Yes, ma'am. Okay. Now, Tishthanti. I'm asking another one. Tishthanti. Tishthanti. ते तिष्ठन्ति ता तिष्ठन्ति तानि तिष्ठन्ति ताः ओके देयर इज अ विसर्गः आफ्टर दैट सो ताः तिष्ठन्ति यस ताः तिष्ठन्ति निन्दथ 14th वन निन्दथ यूयम् निन्दथ उत्तमम् नृत्यसि नृत्यसि त्वं नृत्यसि उत्तमं वदामि अहं वदामि उत्तमम् ओके सो ऐ एम् अस्यूमिङ्ग् देट् एव्रीबडी हेस् डन् दिस् एक्ससैज् इट्स् अ वेरि इम्पार्टेण्ट् एक्ससैज् एण्ड् देट् इस् वै धन्यवादः भगिनी इट् इस् अ वेरि वेरि इम्पार्टेण्ट् एक्ससैज् बिकास् द टेबल् शुड् बि देयर् इन् योर् मैण्ड् and that is otherwise there will be some issues okay aditya mahoday prichhatu prashna asti kila namaskarah vadat so my question was in english we say there's a present tense and a present continuous tense right so for Correct. example I say I sing that's present tense and I can also say I am singing which is present yes. continuous which denotes that yes. I am doing this action right now. Correct. So, in this case, I'm not sure which one it falls under. So, if I say... No. this falls under the regular present tense, which means like the sun shines. So okay. I dance, I write, so it's not I am, I sing. No, for that you are using, in case you have already studied some Sanskritam, then it is Shatru and Shanish Pratyaya. Okay. So if I so it is a different pratyaya, and we will come to that later. Okay. Thank we'll come to that quite late, because we have only done the present tense. We have to do the past tense and we have to do the future tense yet. Right. Thank you. Dhanyavaad. Okay. So I think everybody, once more I'm asking, this is an important exercise. So has everybody done the exercise? Is there anybody who has not done it? All right. So this is a very important part of it, and this we have done. We will quickly read the story, and I'll go again. Raju Mahoday, pathitum icchati kim? Katham? Katham? Pathitum icchati kim? Asti? Raju Mahoday? Nasti kim? Raju Mahoday? Aam bhagini. Astu Mahoday? Pathitum Mahoday? न पश्यामि न द्रष्टुं शक्नोति किं पश्यामि इट् सेस् लोडिङ्ग् सोरि अहो कथा मूढ जम्बूकः एकः जम्बूकः अस्ति स एकदा आहारार्थं वने भ्रमति एकत्र सः द्राक्षालतां पश्यति लतायाम् अनेकानि द्राक्षाफलानि सन्ति तानि पक्वानि जम्बूकः चिन्तयति अद्य मम द्राक्षाफलानां भोजनम् इति द्राक्षां लब्धुम् उपरि उत्पतति किन्तु द्राक्षाफलानि न प्राप्नोति जम्बूकः पुनः पुनः उत्पतति तथापि फलानि न प्राप्नोति जम्बूकः कुपितः भवति सः तानि द्राक्षाफलानि दूषयति द्राक्षाफलानि आम्लानि इति वदति अनन्तरं स्वस्थानं गच्छति उत्तमं तत्र फ अस्ति फ नास्ति तत्र संस्कृते फलानि सो द मीनिङ्ग् ऐ थिङ्क् इस् क्वैट् क्लियर् बिकास् आफ़् द circumstances of how he has not got the draksha phalani. Is there any word that you have not understood the meaning of Mahoday? No, I got everything. Okay, dhanyavad Mahoday. Dhanyavad. Asti. Is there anybody else who wants to read? This will be voluntary. अहं वदामि भगिनि अस्तु आगच्छतु प्रिया भगिनी ओके भगिनि पठतु स्क्रीन् न दृष्टि अस्तु भगिनि ओके अस्तु तथा मूढः जम्बूकः एकः जम्बूकः अस्ति सः एकदा आहारार्थं वने भ्रमति एकत्र सः द्राक्षालतां पश्यति लतायाम् अनेकानि द्राक्षाफलानि सन्ति तानि पक्वानि जम्बूकः चिन्तयति अद्य मम द्राक्षाफलानां भोजनम् इति. द्राक्षां लब्धुम् उपरि उत्पतति, किन्तु द्राक्षाफलानि न प्राप्नोति. जम्बूकः पुनः पुनः उत्पतति, तथापि फलानि न प्राप्नोति. जम्बूकः कुपितः भवति, सः तानि द्राक्षाफलानि दूषयति. द्राक्षाफलानि आम्लानि इति वदति, अनन्तरं स्वस्थानं गच्छति. धन्यवादः भगिनि. धन्यवादः. Is there anybody else who wants to read it? Bhagini, I'm I would like to read it. Okay. Okay. Meenu Bhagini and Yashaswini Bhagini. No problem. I will present the opportunity because reading is an important exercise while learning a language. Astu patatu. Meenu Bhagini patatu. Katha. Moodah Jambukah. एकः जम्बूकः अस्ति. सः एकदा आहारार्थं वने भ्रमति. एकत्र सः द्राक्षालतां पश्यति. लतायाम् अनेकानि द्राक्षाफलानि सन्ति, तानि पक्वानि. जम्बूकः चिन्तयति, अद्य मम द्राक्षाफलानां भोजनम् अद्य मम द्राक्षाफलानां भोजनम् इति. द्राक्षां लुब्धम् उपरि उत्पतति. द्राक्षां लब्धुम् उपरि उत्पतति, किन्तु द्राक्षाफलानि न प्राप्नोति. जम्बूकः पुनः पुनः उत्पतति, तथापि फलानि न प्राप्नोति. जम्बूकः कुपितः भवति, सः तानि द्राक्षाफलानि दूषयति. द्राक्षाफलानि आम्लानि इति वदति, अनन्तरं स्वस्थानं गच्छति. धन्यवादः. धन्यवादः भगिनि. यशस्विनी भगिनी आगच्छतु. तथा मूढः जम्बूकः. मूढः एकः मूढः जम्बूकः. एकः जम्बूकः अस्ति. सः एकदा आहारार्थं वने भ्रमति. एकत्र सः द्राक्षालतान् पश्यति. लतायाम् अनेकानि द्राक्षाफलानि सन्ति, तानि पक्वानि पक्वानि. जम्बूकः चिन्तयति, अद्य मम द्राक्षाफलानां भोजनम् इति. द्राक्षां लब्धुम् उपरि उत्पतति, किन्तु द्राक्षाफलानि न प्राप्नोति. जम्बूकः पुनः पुनः उत्पतति, तथापि फलानि न प्राप्नोति. जम्बूकः कुपितः भवति, सः तानि द्राक्षाफलानि दूषयति. द्राक्षाफलानि आम्लानि इति वदति, अनन्तरं स्वस्थानं गच्छति. अत्र धन्यवादः. चिन्ता मास्तु. अर्थः ज्ञातवती किल? अर्थं ज्ञातवती किल? यु हेव् अण्डर्स्टुड् द मीनिङ्ग् रैट् आफ् द स्टोरि. यशस्विनी भगिनि? या या, ऐ अण्डर्स्टुड् द मीनिङ्ग्. या ओके. ऐ टेक् इट् दट् एव्रिबडि हेज़् अण्डर्स्टुड्. एण्ड् इन् केस् यु वाण्ट् टु रीड् इट् and you're already on WhatsApp, there is no problem. You may record and send it to me. I have no problem. I can listen to it. I may not get back immediately, but I will definitely get back. That is for sure. There is some chat. Labdhum is to get. Labdhum. Okay, I'll just go through the... I'll tell you the meaning. Labdhum is to get. In order to get, and he was not able to get it like this, to get. Ekaha jambukaha asti, once there was a jackal who was wandering in search of food. Okay, now over here it is wanders. I am saying wandering because of out of habit, but it is wanders. Otherwise, Aditya's question will not get answered. So it is wanders. These stories are usually, because they are in the beginning, they are all told in present tense. So a jackal wanders in search of food. Ekaha jambuka asti, saha ekada ahar artham. Ahar artham means in order to get food. Vane bhramati. Ekatra, in one place, saha, he, draksha latam pasyati. He sees a grape vine. Lata over there means creeper. Okay, lata literally means creeper. Latayam anekani draksha phalani sandhi. There were many, many grapes on the grapevine. Tani pakwani, they were all ripe. They are ripe. Jambukaha chintayati, he thinks, adya mama draksha phalanam bhojanam iti. He thinks, today I'm going to eat grapes for food. Draksham labdhum, in order to get the grapes, to reach the grapes. Upari utpadati, he jumps. Kintu draksha phalani na prapnoti, but he could not, he does not get the grapes. Jambukaha punah punaha utpadati, again and again he jumps. Tathapi, even then, phalani na prapnoti, he does not get the grapes. Jambukaha kupitaha bhavati, the jackal gets angry. Sahatani draksha phalani dushayati, he criticizes the grapes. Draksha phalani amlani iti vadati. Grapes are sar. Anantaram swasthanam gachati. And then he goes back to his place. Astu. I'm saying his, but in English, rightfully, for an animal you say it. Astu. Or the thanksam. Yes, Bhagini. Swagatam, Bhagini. I encourage questions. Astu, idani. There are two things that I would like to do. One is sankhya, numbers. I will tell them once, and then later on, at least two or three of us can volunteer. Ekam, dve, trini, chatvari, pancha, shat, sapta, ashta, nava, dasha, ekadasha, dvadasha, trayodasha, chaturdasha, panchadasha, shodasha, saptadasha, ashtadasha, navadasha, athava, ekona vimshatihi, vimshatihi. Astu. Ka athava kaha patitum ichchati? Puja bhagini idani meva agachati, kila? Bhavati. Patitum ichchati kim? Puja bhagini. Yes, namaste. Namaste, Bhagini. Patat. Ekam. Yeah. Patat, Bhagini. Ekam. Yeah. Dve. Ekam. Dve. Trini. Trini. Chatvari. Trini. Chatvari. Should I continue? Ek minute. Yeah, yeah, just 1 minute. I'll ask, I'll request everybody to be on mute. Okay. Tushnim bhavantu. Yes, continue, Bhagini. Yeah. Continue, Bhagini. Yeah, I cannot see the screen. I think it's taking time. Okay, I'll tell you repeat. I got it. Ekam. No, I got it. I got okay. It. I got it, Bhagini. Ekam, dve, trini, chatvari, pancha. Is it pancha? Yeah, pancha. Pancha, shat, sapta, ashta, nava, dasha, ekadasha, द्वादश त्रयोदश चतुर्दश पञ्चदश षोडश सप्तदश अष्टादश नवदश एकोनविंशतिः अथवा एकोनविंशतिः एकोनविंशतिः एण्ड् विंशतिः उत्तमं धन्यवादः भगिनि धन्यवादः आं भगिनि एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षोडश सप्तदश अष्टादश नवदश अथवा एकोनविंशतिः विंशतिः धन्यवादः भगिनि उत्तमं भगिनि धन्यवादः देर् एनिबडि एल्स् भगिनि प्रिया भगिनि प्रिया भगिनि जस्ट् टेक् औट् द हेण्ड् ओके थेङ्क् यु अस्तु भगिनि अस्तु पठतु विशालक्ष्मी एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षोडश सप्तदश अष्टादश नवदश विंशति अथवा एकोनविंशति नवदश इस् नवदश अथवा एकोनविंशतिः ओके एको नवदश अथवा एकोनविंशति विंशतिः विंशतिः विंशतिः उत्तमं धन्यवादः भगिनि धन्यवादः एकं द्वे या सो नेक्स्ट् टैम् ऐ एम् होपिङ्ग् देट् we will tell without the screen and we will say ekam dve trini chatvari pancha shat sapta etc yes ma'am so astu dhanyavadah bhagini dhanyavadah astu idani now you all have seen how we had conjugated these verbs pathati pathatah pathati now verbs in sanskritam there are different ways they are categorized but one category over here is how they are conjugated for lat lakarah only and that means for the present tense only it is not always pathati there is one more set of verbs which are conjugated in a different way and it is similar but it is not the same. Now why is there a difference? There is a difference because these verbs are separated based on the category that they fall into. One is parasmaipadi, which we have done now, parasmaipadi, and the next is atmanepadi. There is the only difference is in the way they are conjugated for the lakaras if I want to put it or lakaraah in sanskrit so these set of verbs that is the atmanepadi verbs this is the way they are conjugated sah vartate sa vartate tat vartate तौ वर्तेते ते वर्तेते ते वर्तेते ते वर्तन्ते ऐ एम् अस्यूमिङ्ग् देट् एव्रिबडि केन् सी द स्क्रीन् इन् केस् यु केनाट् प्लीज़् अन्म्यूट् युर् सेल्फ् एण्ड् टेल् मी बिकास् ऐ केनाट् सी द स्क्रीन् ते वर्तन्ते ताः वर्तन्ते तानि वर्तन्ते No, we cannot see the screen. You cannot see the screen? Okay. No, maybe Pratama Purusha is there, that's all. It's visible. It's visible, no? So, Bhagini, I think, I think Vishalakshmi Bhagini, I think you are using a mobile perhaps. Just keep scrolling on all sides, yeah. So, yeah, te vartante, taha vartante, tani vartante, tvam vartase, yuvam varte the, yuyam vartadve, aham varte, avam vartavahe, vayam vartamahe. So this is one more set of verbs which fall into the category called Atmanepadi. And the earlier one that we did, Aparasmaepadi. Okay. So why it has been categorized like this? The logic is that Panini, when he set down the grammar rules, he went by the result. So he saw the language and he came down to the rules. So he would have seen Vartate, he would have seen other Atmanepadis. And he, like Mode or Modate, and he came down to this rule that there are two kinds of verbs. One is Parasmaipadi, another is Atmanepadi. In Parasmaipadi, you will say Pathati, Pathataha, Pathanti, Pathasi, Pathathaha, Pathatha, Pathami, Pathavaha, Pathamaha. Then he saw this and he put all of those categories of all those verbs which were conjugated in that way into one group called Parasmaipadi. And then Atmanepadi are these forms. Saha vartate, sa vartate, tat vartate, tau vartete, te vartete, te vartete, te vartante, taha vartante, tani vartante, tvam vartase, yuvam vartethe, yuyam vartadve, aham varte, avam vartavahe, vayam vartamahe. Bhagini, what is the difference actually for Atmanepadi and Parasmaipadi? And what is Atmanepadi like? The difference, Bhagini, is that in Atmanepadi, any verb which falls into Atmanepadi is conjugated in this manner. Okay. With this te ending. And Parasmaipadi, okay, the verb is to be, so that is why I said there is no other logic, because I myself had this question. Is it that you go by the verb and then you decide whether it is Parasmaipadi or it is not like that? Because Panini wrote the rules after knowing the language was already being used. Mm-hmm. Yes, okay. And the grammar was written later on. Okay. So, okay. And he has done such a beautiful arithmetic and mathematical job, I can say. I don't know whether job is a very small word, but he has done such a huge exercise that even a single word, okay? So he saw the language, he wrote down the rules. Then if he came across any word which did not follow these rules, then he wrote another rule for it. So that is why you will find many rules in, and there is a lot of flexibility also. Okay? Okay. You will understand that once you, especially if you are reading the Bhagavad Gita and if you are reading the Ramayana or Ramayanam or any other Kalidasa or something like that, then, or poetry, then you will see the beauty of the language. You will feel it. But where they will be using this Atmanepadi, Bhagini? Because Parasmaipadi I see often used in stories and everything, whatever we have read, actually a couple of stories. Yes. But this... this Atmanepadi is used everywhere, Bhagini. It's used everywhere. Because it depends on the verb. So if you want to say, I exist, okay, you can say it in many words. You can say, aham bhavami, or you can say, aham varte. because varde also means to exist. There are many verbs which have multiple meanings, and there are many so you will definitely use it. It all depends on the literature that you are using and also the word that you are inspired to use, Bhagini. That is the beauty of the language. Let me tell you very frankly, what happens usually is we are more comfortable with the Parasmaya Padi words. So what happens is we take out from our treasure of words or vocabulary, we make it more convenient for ourselves. But if you practice and if your memory is great, then you will definitely use and you will come across, definitely. In many stories also we'll come across it, don't worry. Oh, okay, Bhagini. Yeah, धन्यवादः. Yeah. So, Bhagini, vartate and asti are synonyms? Yes, you can say. In a way it is, because existing. I can say aham asmi or I can say aham vartate. But vartate is generally in the vyavaharah, it is where are you? Where are you? Kutra vartate? I can ask somebody. Where are you? Like this. So, I am, if I want to say I am, then I will say aham asmi. I may not tell aham varte. Okay, so there is a very thin line of difference, but as you practice, you will understand that. But technically, and as far as the grammar is concerned, you can say. But I am, if I want to say I am, then I will say asmi only. Because varte will be used as exist. Bhagini, it will be aham varta vahe, right? No. Avam varta vahe. No. Varte. But it's not vartate, right? Vartate is for saha satat. But varte, I am saying aham, no? So I am saying varte. Astu. Okay. Putra vartate, I am asking somebody else. Kutra vartate, if I ask, I am talking to somebody, Madam, can I interrupt for a minute? Yeah. No, you are not interrupting me, please. Yeah, vartate, you said, does it mean the where are you right now, or does it mean where do you still live? No, it actually means where are you right now. Where do you live? You will say vasati. Yeah. Oh, okay. No, yeah, generally location. Putra vartate. Okay. Putra vartate. Where are you these days also? It means if I talk to somebody after a long time, putra vartate. Oh, wherever you are. Okay. Samachara hai eva nasti kila. That way I'll say. So, something like okay. that. Okay. Yeah. As you use the language, you know, just like you have the practice and law, that way only the practice will happen. And then... Okay. Yeah. Okay, thank you. Is there any other question? If it has any question, this is a new, completely new concept from the languages that we know. But just remember that you need to know later on. Now it is too early, but next time when we do the exercise, definitely we will be doing more verbs of Atmanepadi. We will confuse ourselves a little bit and we'll get out of the confusion. So, Namaste. Yeah, Yes, sir. Vijay Mahoday, vadatu. Madam, I have a question. Yeah. From the point of view of uses, when we will use Atmanepadi and when we will use Parasmepadi? You will use the verb and then you will find out whether it is Atmanepadi or Parasmepadi. If it is Parasmepadi, you will conjugate it like Vartate. If it is Parasmepadi, you will conjugate it like Pathati. If it is Atmanepadi, you will conjugate it like Varte. That is the only thing. So supposing now I'll go one step further. I'll go to the, because I don't have any verbs ready with me. I'm putting it over here. Okay. So. Okay. Now for example. Can you see my screen, Mahoday? I'm on the Ashtadhyayi page. Yes. So if I'm using vu, then I should know, as a person who knows the language, or I should learn that this is parasmaipadi, and it will be like bhavati, bhavami, etc. Okay? Now, if you look at gadha, okay, then I should know that it is atmanepadi, and I should say gadhate, gadhe, etc. Okay? So, it depends on the verb that you want to use, Mahoday. It's not like this is the situation and I'm going to use atmanepadi. No, it doesn't. It is not situation specific. It is verb specific. Okay. Yeah. So there will be, now for example, I can't tell aham modami. Anybody who knows Sanskritam will come to know that I don't know whether it falls into atmanepadi or parasmaipadi. Again, it is a challenging task, but it comes with the exposure that you have to the language. The more you read, the more you practice, the more you are inherently good at languages. It all depends on that, Mahoday. It depends on the memory. It depends on that. Okay, got it. Thank you. Yeah. So, for example, now as I think, because this is the one that I wanted to introduce, as I try to get my vocabulary, I'm trying to find out, Mahoday is coming to me quickly because that is the one I use most. So, it all depends on how much you practice and how much you expose yourself. So there is no problem, Aditya Mahoday. Yeah, I can understand. Is there something in the chat? Okay. I'm sorry, I have exceeded the time. We'll just do quickly the Subhashita, and then we will end. Is there anybody volunteering to read the Subhashitam? Please raise ma'am, your can hand. Can I do, ma'am? Yes, definitely. But I could not see over here. Ka asti? Who's that? Meenu. It's a very nice Subhashitam. काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् व्यसनेन तु मूर्खाणां निद्रया कलहेन वा So the meaning is, I put it on screen, but still I'll read it aloud in case you're not able to see the screen. The joyous pastimes of the wise lie in the study of classical literature and scriptures, whereas the life of the foolish is whiled away in addictions, sleep, or arguments. Just one more time, just read the entire thing, Bhagini. Do you want me to say it, or do you want to read it yourself? Yeah, aham vadami, Bhagini. काव्यशास्त्रविनोदेन कालो गच्छति धीमतां व्यसनेन तु मूर्खाणां निद्रया कलहेन वा उत्तमं भगिनि उत्तमं धन्यवादः अन्यः कोऽपि वक्तुम् इच्छति किम् अस्तु I will only tell the Subhashitani, the Shanti Mantra. Sarve bhavantu sukhinah, sarve santu niramayah, sarve bhadrani pasyantu, ma kaschit dukha bhavet. Om shanti shanti shanti. हरिः ओम् श्रीकृष्णार्पणमस्तु अस्तु अनेके धन्यवादाः सर्वेभ्यः धन्यवादाः धन्यवादः धन्यवादः भगिनि, शुभदिनं, राम राम, शुभदिनं, राम राम, राम राम। Thank you.